अस्तु तर्हि अस्माकं विषयः अत्र सतिसप्तमी गतसप्ताहे अभ्यासः प्रवर्तमानः आसीत्। तत्र च अष्टाधिकशततमे पुटे अष्टमः तत्र अष्टमे अभ्यासे तत्र अष्टमवाक्यं प्रवर्तमानमस्ति, अतः तत्र तत्रैव गच्छेम। अन्य कोऽपि आगतवान् वा? आं सहदेव महोदय। अस्तु महोदय, स्वागतं। केवलं शृणोमि महोदय। अस्तु तर्हि अष्टमवाक्यमस्ति, यदाहं गृहे अधीयानः भवामि तदा बालाः तूष्णीं भवन्ति। अत्र लक्ष्मीभगिनी वदतु कृपया, अत्र किमस्ति? अत्र वाक्यमस्ति गृहे अधीयानः भवामि। अधीयानः इति पदम् अहं पदस्य विशेषणं, परन्तु शाणजन्तपदम्। अत्र अधि उपसर्गपूर्वकः इङ् धातुः, क्रियापदमस्ति अधीते, तस्मात् अधीयानः इति शाणजन्तपदम् आगतम्। अधीयानः अहं भवामि इति वाक्यमस्ति। अत्र सतिसप्तम्यां वदामश्चेत् अत्र अधीते इति क्रियापदं सकर्मकक्रियापदं, तदर्थमेव एतत् वाक्यं कर्तरिप्रयोगे अस्ति। अत्र अहं कर्ता, अत्र शाणज् कर्त्रार्थे सतिसप्तम्यां वदामश्चेत् अत्र गृहे इति पदं केवलम् अधिकरणसप्तमी। अत्र सतिसप्तम्यां वाक्यमस्ति मयि गृहे, अहं स्त्रीलिङ्गे वदामि, प्रथमतया पुंलिङ्गे वदामि, तदनन्तरं स्त्रीलिङ्गे वदामि। मयि गृहे अधीयाने सति बालाः तूष्णीं भवन्ति, सतिसप्तम्यां पुंलिङ्गे वाक्यमस्ति। सतिसप्तम्यां स्त्रीलिङ्गे वदामि चेत् मयि गृहे अधीयानायां सत्यां बालाः तूष्णीं भवन्ति इति वाक्यं भवति। एतदेव वाक्यं क्तान्तरूपम् उपयुज्य वदामश्चेत् अहं चिन्तयामि अत्र क्तान्तरूपम् अधीतः अथवा अधीता तथा भवति, अहं चिन्तयामि। यदि तथा भवति चेत् क्तान्तप्रयोगं कुर्मः चेत् मूलवाक्यं भवति यदा अहं गृहे अधीता आसं तदा बालाः तूष्णीं भवन्ति इति मूलवाक्यं भवति। परन्तु अत्र क्रियापदम् अत्र अधीते इति क्रियापदं सकर्मकधातुः इति कृत्वा क्तान्तप्रयोगः केवलं कर्मण्यर्थे भवति, इत्युक्ते अत्र सकर्मधातुः, अतः कर्मण्यर्थे वाक्यं कर्तुं शक्यते। तर्हि किमर्थम् अहम् अधीता इति उक्तवती? अत्र अहम् अधीता इति भवति वा? न भवति महोदय, अत्र न भवति। इत्युक्ते अत्र अहम् अधीता इति वाक्यं सम्यक् नास्ति, किमर्थं चेत् अत्र क्तान्तपदं कर्त्रर्थे न भवति, किमर्थं चेत् अत्र सकर्मकधातुः इति कृत्वा कर्मण्यर्थे एव वाक्यं रचयितुं शक्नुमः, अतः वाक्यं समीचीनं नास्ति। मया गृहे, तत्र पुस्तकम् इति कर्मपदं स्थापयित्वा वदामश्चेत् मया पुस्तकम् अधीतम् इति भवति। इदानीं पृच्छामि एवमेव, इदानीं प्रतिध्वनिः अस्ति वा? न महोदय, नास्ति, यतोहि अहं म्यूट् न कृतवान्। अस्तु, हा, तर्हि समीचीनं. म्यूट् नाम प्रतिध्वनिः आगच्छति चेत् वदन्तु, अहं स्वस्य म्यूट् करिष्यामि. अन्य पद्मा भगिनी अस्ति, अन्य कोऽपि आगतवान् वा? एकम् अनानमस् पश्यन् अस्मि. शुभ तत् तत्तु अहं पश्यामि, भवान् अस्ति, समीचीनम्. अन्य कोऽपि आगतवान् वा? तत्तु हा अस्ति. अस्तु भगिनि, प्रतिध्वनिः आगच्छति चेत् सर्वे वदन्तु. अस्तु, वदतु कृपया. अत्र यदा मया गृहे पुस्तकम् अधीतम् आसीत् तदा बालाः तूष्णीं भवन्ति इत्येव भवति, इत्युक्ते मूलवाक्यं तदा भवति. तदा सप्तसप्तम्यां क्रान्तप्रयोगं कृत्वा वदामश्चेत् मया गृहे पुस्तके अधीते सति बालाः तूष्णीं भवन्ति, इत्युक्ते क्रान्तप्रयोगे केवलं अत्र कर्मण्यर्थे एव वाक्यं भवति, न तु कर्त्रर्थे. अपि च तावत् योजयित्वा वदामश्चेत् मूलवाक्यं यदा अहं गृहे अधीतवती आसीत् तदा बालाः तूष्णीं भवन्ति. अहम् अधीतवती आसीत् आसीत् कथम् आसीत् क्षम्यतां महोदय, आसम्. अस्तु, यदा अहं गृहे अधीतवती आसं तदा बालाः तूष्णीं भवन्ति. अत्र तत्र कालानुसृत्य भवन्ति इति कथमा स्यात् भवन्ति भवन्ति स्म न्यूनातिन्यूनं अभवन् क्षम्यतां. यदा अहं गृहे अधीतवती आसं तदा बालाः तूष्णीम् अभवन्. अत्र तावत् वाक्यं स्त्रीलिङ्गे अत्र सतिसप्तम्यां वक्तुमिच्छामि चेत् अत्र मयि गृहे अधीतवत्यां सत्यां बालाः तूष्णीम् अभवन् इति भवति. अत्र शत्रन्तरूपं तत्र शत्रन्तविवक्षा नास्ति, किमर्थं चेत् अत्र अधीयानः अधीते इति पदम् आत्मनेपदे इति कृत्वा अत्र शत्रन्तविवक्षा नास्ति, परन्तु शाणजन्तप्रयोगं वयम् अत्र कर्तुं शक्नुमः. शाणच् कर्मणि भवति, किमर्थं चेत् अत्र अधीत इति पदं सकर्मकपदम्, अतः शाणचिकर्मणि वक्तुमिच्छामश्चेत् अत्र मूलवाक्यं भवति यदा मया गृहे पुस्तकम् अधीयमानं भवति, अधीयमानम् अस्ति अथवा तदा बालाः तूष्णीं भवन्ति. अत्र शाणजन्त कर्मण्यर्थे शाणजन्तरूपम् अधीयमानम् अत्र मूलवाक्यं तदा भवति. सतिसप्तम्यां वदामश्चेत् मया गृहे पुस्तके अधीयमाने सति बालाः तूष्णीं भवन्ति, पुंलिङ्गे. यदि स्त्रीलिङ्गे वदामि चेत् मया गृहे न स्त्रीलिङ्गं न भवति, अत्र पुस्तकम् इति कर्मपदमस्ति अतः तथा एव वक्तव्यं. मया गृहे पुस्तके अधीयमाने सति बालाः तूष्णीं भवन्ति. अस्तु, हा समीचीनम् अस्ति, सम्यक् अस्ति. अत्र अग्रे गत्वा किं कुर्मः, यत् मूलवाक्यं यदि कर्तरिप्रयोगे अस्ति तर्हि कर्तरिप्रयोगे यावत् भवति तद् वदामः इति कृत्वा सारल्यमस्ति. एकवाक्यं कर्मणि, एकवाक्यं कर्तरि, कर्मणि कर्मति, तत्र ब्रह्मात्मकं किञ्चित् अस्ति. नाम के प्रत्ययाः कर्त्रार्थे भवन्ति इति उक्त्वा अनन्तरं वाक्यं कर्त्रार्थे अस्ति चेत्, अनन्तरं कर्मार्थे यावत् अस्ति तत् वदामः चेत् तत् किन्तु भवती वत् यत् उक्तवती तत्तु सत्यं सम्यगेव. अपि च कर्मणि रूपं कथं भवति इति चेत् अथवा प्रथमतया ये अस्माकं व्याकरणवर्गे सन्ति तेषां कृते किञ्चिदेव वदामि. अत्र यत् अधि उपसर्गपूर्वकः ई धातुः आन इति आन इति प्रत्ययः अस्ति शानच् तत्र अधि इ आन तत्र अचिष्णुधातु इति सूत्रेण तत्र इयङ् इति भवति इयङ् इकारान्तधातुः अस्ति इति कृत्वा तत्र अधीयान यकारः ततः आगच्छति. अपि च कर्मणि तत्र अधीयते तत्र यक् अस्ति तर्हि अधीयते लट् लकारे अधीयते मया पुस्तकम् अधीयते तर्हि अधीयते इति एकवारं यदा भवति अधीय अनन्तरं मान शानचितस्य अन्ते तत्र अधीयमान इति भवति यतो हि अकारातः अस्ति इति कृत्वा अत्र मा आगच्छति मध्ये. कर्मणि मा इति सर्वदा भवति अत्र अधीयान तत्र मा नास्ति खलु मूलप्रत्ययः अस्ति आन कुत्रचित् मा आगच्छति कुत्रचित् न आगच्छति तत्र आनति अस्मात् पूर्वम् ईकारः अस्ति ई धातुः इति कृत्वा अत्र मा न भवति किन्तु यत्र आन इति अस्मात् पूर्वम् अकारः अस्ति तत्र मा आगच्छति इति कृत्वा कर्मणि प्रयोगे कर्मणि शानच् प्रयोगे तत्र सर्वत्र मा आगच्छति तर्हि अधीयते प्रकाशते प्रकाशमान किन्तु यतोहि प्रकाशते ते इति अस्मात् पूर्वम् अकारः प्रकाशमान पुनः प्रकाश्य इति यक् इति कुर्मः चेदपि तत्र अकारः कर्मणि सर्वदा अकारः भविष्यति प्रकाश्यमान इति इत्यादिकं भवति. अस्तु सम्यक् अस्ति तर्हि अग्रिमं आम् अग्रिम अस्मा ये नूतनाः आगताः गतिशतः ये नासन् तेषां कृते वदामि यत् अष्टाधिकशततमे पुटे स्मः. अपि च यद्यपि शत् शानच् इत्यस्य शत्रुशानच् इति नियोः अभ्यासः वर्तमानः अस्ति अस्मिन् अभ्यासे तथापि अत्र सर्वं समग्रचिन्तनम् इदानीं क्रियमाणमस्ति इत्युक्ते शत्रुशानच् क्तवतु यावदस्ति त्रयः प्रत्ययाः सन्ति अस्माकं सतिसप्तमी प्रयोगे तर्हि तत्र क्तवतु इति नित्य कर्तरिप्रयोगे क्त इति कर्मणि कर्तरि उभयत्र भवति नियमः ज्ञायते अस्माभिः सकर्मकधातुः साधारणतया कर्मणि भवति अकर्मकधातुः कर्तरि भवति अपि च तत्र सकर्मकधातुः गत्यार्थकः अस्ति चेत् तत्र कर्तरि अपि भवति अकर्मकधातुः भावे अपि भवति किन्तु सतिसप्तमी नास्ति इति जानीमः इति साधारणनियमः. शत्र इति सर्वदा कर्त्रार्थे अस्ति शानच् इति कर्तरि अपि भवति कर्मणि अपि भवति इति एतत् सर्वं दृष्ट्वा कर्त्रार्थे किं किं सम्भवति कर्मणि अर्थे कर्मार्थे किं किं सम्भवति इति अभ्यासः तत्र अनेन मनः सक्रियं भवति बहु सम्यक् अस्ति. तर्हि अग्रे सुब्रह्मण्यं तत्र कृपया अग्रिममस्ति तत् किञ्चित् इदमस्ति चिन्तनीयमस्ति अस्मि. आं महोदय, यदा लक्ष्मीनारायणः फलं भुञ्जानः भवति तदा तस्य मित्रम् आगच्छति. इदानीमत्र भुञ्जानः इति शानजन्तरूपम् अस्ति. अत्र कर्त्रर्थे दत्तमस्ति, अतः प्रथमं कर्तरीप्रयोगे कथं भवति इति द्रक्ष्यामः. अत्र भुञ्जानः इति अत्र भोजनम् इत्यस्य क्रिया, अत्र क्रिया अस्ति भोजनम्, अतः अत्र तस्य आश्रयः अस्ति लक्ष्मीनारायणः, अतः लक्ष्मीनारायणे फलं भुञ्जाने सति तस्य मित्रम् आगच्छति इति कर्तरीप्रयोगे सतिसप्तम्यां वाक्यमस्ति. इदानीम् अत्र क्तवतु इति नयामः. क्तवतु इति इत्युक्ते अत्र धातुः अस्ति भुज्, अतः लक्ष्मीनारायणः इति पुल्लिङ्गशब्दः भूत्वा भुक्तवान् इति भवति. यदा लक्ष्मीनारायणः फलं भुक्तवान् आसीत् तदा तस्य मित्रम् आगच्छत् इति मूलवाक्यं भवति. इदानीं तस्य सतीसप्तमी रूपं भवति लक्ष्मीनारायणे फलं भुक्तवती सति तस्य मित्रम् आगच्छत् इति वाक्यं भवति. इदानीमत्र कर्मणि प्रयोगे तान्तरूपं नयामः चेत् अत्र अत्र केवलं कर्मणि प्रयोगे एव भवति. किमर्थम् इत्युक्ते भुज् धातुः सकर्मकधातुः, अतः तान्तरूपं कर्त्रर्थे न भवति. अत्र भुक्त इति प्रातिपदिकं भवति, अत्र फलम् इति कर्मपदम्, अतः भुक्तम् इति. यदा लक्ष्मीनारायणे फलं भुक्तं तदा तस्य मित्रं यदा लक्ष्मीनारायणेन फलं भुक्तम् आसीत् तदा तस्य मित्रम् आगच्छत्. तस्य सतीसप्तमी रूपं भवति लक्ष्मीनारायणेन इति आगच्छति किल, लक्ष्मीनारायणेन इति महोदयेन उक्तं. प्रश्नः कः? महोदय उक्तं नारायणे अथवा नारायणेन, न द्वितीयवारं सम्यक् एव उक्तवान्. अस्तु महोदय, मया श्रुतं नारायणे प्रथमवारं, किन्तु द्वितीयवारं सम्यक् कृतवान्. अस्तु अग्रे. लक्ष्मीनारायणेन फले भुक्ते सति तस्य मित्रम् आगच्छत् इति रूपं भवति अत्र तान्तरूपम्. इदानीमत्र भुज् धातुः आत्मनेपदे धातुः, अतः अत्र इदानीम् अत्र कर्मणि प्रयोगे अपि अत्र शानजन्तरूपं भवति. अत्र भुज्यते इति लट्लकारप्रथमपुरुष एकवचनम्. अत्र केवलं वदामि यत् भुज् धातुः आत्मनिपदिधातुः, अतः अस्मिन् अर्थे अत्र भोजनक्रियायाः विषये अत्र भुज् धातुः आत्मनेपदिधातुः अस्ति किल महोदय? न किन्तु वक्तुमिच्छामि यत् आत्मनिपदिधातुः अतः कर्मणि शानच् भवति इति नास्ति खलु? तत्र सर्वेषां धातूनां कर्मणि शानच् भवति. कर्मणि सानज् भवति. किमर्थम् इत्युक्ते अत्र कर्मणि प्रयोगे अत्र आत्मनेपदिरूपं भूत्वा तस्य शानजन्तरूपं भवति. समीचीनं महोदय. इदानीमत्र भुज्यते इति लट्लकारप्रथमपुरुष एकवचनरूपं भवति, अतः इदानीं शानजन्तरूपं भवति भुज्यमान इति अत्र प्रातिपदिकं भवति. इदानीम् अत्र मूलवाक्यं भवति यदा लक्ष्मीनारायणेन फलं भुज्यमानं तदा तस्य मित्रम् आगच्छति इति वाक्यं भवति. तस्य सतीसप्तमी रूपं भवति लक्ष्मीनारायणेन फले भुज्यमाने सति तस्य मित्रम् आगच्छति. हा इति हा बहु समीचीनमस्ति. अपि च केवलं स्पष्टीकरणार्थं महोदय अपि उक्तवान्, किन्तु अत्र वस्तुतः भूज्धातोः अर्थद्वयमस्ति, भक्षणार्थे अपि अस्ति, पालनार्थे अपि अस्ति. भक्षणार्थे आत्मनिपदिधातुः अस्ति, पालनार्थे परस्मैपदिधातुः अस्ति. अतः तत्र आत्मनिपदिधातुः अस्ति चेत् तत्र अस्माकम् एतत् सर्वं सम्भवति. किन्तु तत्र पालनार्थे तत्र नृपः राज्यं भुनक्ति इति एकम् उदाहरणमस्ति. नृपः राजा राज्यं भुनक्ति इति भुनक्ति इति यतोहि तत्र व्याधिगणे अस्ति, मध्ये स्नमिति आगच्छति, तर्हि भुनक्ति इति परस्मैपदे अपि च भुङ्क्ते इति भक्षणार्थे आत्मनिपदि, भुङ्क्ते बालकः भुङ्क्ते. अस्तु, किञ्चित् ट्रिकि धातुः अस्ति. अग्रे गच्छेम, बहु समीचीनमस्ति. अस्तु, इदानीं वन्दमानः इति राजेन्द्रमहोदय तत्र वक्तुमिच्छति वा? आम् आं महोदय, प्रयत्नं करोमि. प्रायशः यथा भगिनी अपि च महोदय उक्तवान् तथा तादृशी न वक्तुं शक्नोमि. प्रायशः अग्रजः देव वन्दमानः अस्ति, अनुजः अनुकरोति. यदा अग्रजः मूलवाक्यम् अस्ति तत् यदा अग्रजः देवं वन्दमानः आसीत् अनुजः अनुकरोति, तदा अनुजः अनुकरोति. शानचिरूपं कर्म वन्दमानः तु चिन्तयामि महोदय, सकर्मकधातुः अस्ति वन्दने. सत्यम्. अग्रज्या देववन्दमाने सति किं वदति पुनः? शानचरूपं वा किम् आरम्भतः? अग्रज्या इति किम्? अग्रजे क्षम्यतां महोदय, अग्रजे देवं वन्दमाने सति अनुजः अनुकरोति. सम्यक्. कर्तरी अन्यत् किं भवति? कर्तरी कर्तरी भवति तत्र कर्तरी अपि भवति अग्रजात् अग्रजेन. न, इदानीं भवान् यदुक्तवान् तत्तु समीचीनमासीत्. इदानीं शानच् प्रत्ययः कर्त्रार्थे, तर्हि अस्माकं पुरतः शानच् शत्र क्तवतु, एतेषु चतुर्षु अन्यत् किं किं भवति कर्त्रार्थे? अत्र तवतु प्रत्ययः योजयामः चेत् वन्दितवान्. हा, सम्यक् यदा अग्रजः देवं वन्दितवान् आसीत् अनुजः तदा अनुजः अनुकृतवान्. सम्यक्. अग्रजेन देवं वन्दितवती. किन्तु अग्रजेन नास्ति खलु काव्यभक्तिः? अग्रजे क्षम्यतां महोदय, तृतीय आसीत्. अग्रजे देवं वन्दितवती अनुजः अनुकुर्वत्. अथवा अनुकृतवान् अनुकृतवान् तत् तत्र अस्ति. तव तु कर्तरे अर्थे एव अस्ति तत् तत्र वर्तमानकाल अर्थे. तत्र लङ्लकारे उपसर्ग अनन्तरम् अडागमः भवति खलु अन्वकरोत् अस्तु. अपि च तत्र कृतान्त प्रयोगे तत्र यदा अग्रजः देवं वन्दते प्रथमतया वदतु एकवारं प्रथमतया वदतु कृतान्तप्रयोगः अस्ति चेत् तत्र कर्तरिकर्मणि भवति वा तत्र कर्मणि भवति महोदय यथा तत्र सकर्मक अस्ति. अस्तु तर्हि यदा अग्रजेन देवं वन्दते अत्र इडागमः अस्ति वन्दि यथा भवान् उक्तवान् खलु वन्दितवान् अत्र वन्दि क्तव तु तत्र साम्यमस्ति सर्वत्र क्तव तु इति अस्य रूपं जानाति चेत् क्ता इति अस्य अपि जानाति वन्दिते यदा अग्रजेन देवं वन्दिते आसीत् तदा अनुजः अनुकृतम् अग्रजे देवं वन्दिते सति अनुजः अत्र यदा तदा भवान् सम्यक् उक्तवान् इदानीं तस्य सति सप्तमी किम् इदानीं कर्मणि इति प्रवर्तमानमस्ति खलु अग्रजे देवे वन्दित् अग्रजे इति किमर्थम् अग्रजे अग्रजेन महोदय कस्य सति सप्तमी इदानीं क्रिया आशयः कः देवमस्ति अग्रजेन देवे वन्दिते सति अनुजः अनुकृतम् अनुजेन अस्ति वा महोदय सम्यक् सम्यक् अन्यत् किमपि अस्ति वा अस्ति इदानीं इत्युक्ते तत्र भाविप्रयोगः तु कृतान्तप्रयोगेन नास्ति अत्र भाविकर्मकधातुः तु सकर्मक अस्ति कर्तरिकर्थे अपि नास्ति कृतान्तप्रयोगे शानच् तु अत्र अस्ति वन्दमानः अस्ति कर्मणि शानच् कर्मणि शानच् अग्रजे देवं वन्दमाने सति कर्मणि अस्ति खलु तर्हि उचितं भवान् जानाति एव नाम यत्र कर्तरि अस्ति तत्र क्रियाशयः कर्तरि अस्ति यत्र कर्मणि अस्ति तत्र क्रियाशयः कर्मणि अस्ति अग्रजेन देवे वन्दमाने सति तत्र हा सम्यक् अस्ति इदानीं कर्मणि शानच् अस्य रूपं किम् अग्रजेन देवे वन्दमाने सति वन्दमान इति अस्माभिः उक्तं वन्दमान इति नित्यं कर्तरि एव वन्दमानं वन्दितमाने सति न यक् मध्ये यक् आगच्छति वन्द्यमाने अग्रजेन देवे वन्द्यमाने सति सति अनुजः अनुकृतवान् बहु सम्यक् अस्ति इति सर्वं वयं चिन्तितवन्तः बहु सम्यक् अस्ति अस्य इतोपि अभ्यासः अपेक्षितः अस्ति आम् आं महोदय इदानीं तु किञ्चित् भ्रमः अस्ति मम मनसि तदर्थम् अग्रे किञ्चित् चिन्तयामः इदानीं यत्र पृष्ठचतुष्टयं पूर्वं तत्र यत्र वयम् आरब्धवन्तः तत्रैव एकः प्रश्नः अस्ति वदतु शानजकर्मणि मूलवाक्यं यदा अग्रजेन देवं वन्द्यमानम् अस्ति इति आगच्छति किल वन्द्यमानं वा वन्द्यमाने वा वन्द्यमाने देवे वन्द्यमाने सति सप्तमी साधारणरूपं यदा अग्रजेन देवं वन्द्यमानम् अस्ति तदा अनुजः अनुकरोति किल यदा अग्रजेन देवं वन्द्यमानं देवः वन्द्यमानः देवः वन्द्यमानः ओ अस्तु तादृशमेव शान्तरूपः अपि भवति किल यदा अग्रजेन देवः देवः वन्दितः सत्यं सत्यम् अस्तु महोदय यदा तदा तत्र त्रीणि एकमेकम् अस्ति यदा अग्रजेन वन्दितः आसीत् तदा अनुजेन अनुकृतम् सत्यं यदा तदा अस्तु समीचीनमस्ति इदानीं विद्या भगिनी किञ्चित् सहायं करोतु अत्र यत्र वयम् आरब्धवन्तः तत्र अभ्यासस्य आरम्भे वाक्यमस्ति उदाहरणम् अध्यापके उपविष्टे छात्राः उपविष्टवन्तः इति साधारणवाक्यं वयं कृतान्तस्य सति सप्तमी वयं दृष्टवन्तः इदानीं तस्य किं किं सम्भवति इति वदति वा अध्यापकः कक्ष्यां प्रविष्टः छात्राः उत्थितवन्तः इति वाक्यमस्ति तान्तप्रयोगः तस्य सति सप्तमी अध्यापके कक्ष्यां प्रविष्टे छात्राः उत्थितवन्तः इति सति सप्तमी प्रयोगः तान्तरूपे कर्तरीप्रयोगे इदानीम् अत्र तव तु रूपमस्ति अध्यापकः कक्ष्यां प्रविष्टवान् छात्राः उत्थितवन्तः तर्हि क्षम्यतां यदा अध्यापकः कक्ष्यां प्रविष्टवान् तदा छात्राः उत्थितवन्तः इदानीं सति सप्तमी प्रयोगः अध्यापके कक्ष्यां प्रविष्टवती छात्राः उत्थितवन्तः इति इदानीम् अत्र अत्र विश् इति धातुः अत्र आत्मनेपदि वा परस्मैपदि वा इति प्रविशति विशति इति परस्मैपदि धातुः इति चिन्तयामि सकर्मकधातुः तर्हि अत्र प्रविशन् इति कर्तृ शान् शत्रुप्रत्ययः उपविशति इति अस्ति प्रविष्टः इति नास्ति वा अध्यापके वाक्यं किम् अध्यापके उपविष्टे यदा अध्यापकः प्रविष्टति उक्तवती प्र इति अत्र वाक्यं पुस्तके वाक्यं किं प्र इति नास्ति उप ओहो अस्तु अस्तु अहं भिन्नवाक्यं वदन्ती अस्मि महोदय अत्र तस्मात् पूर्वतनपृष्ठे वाक्यं तद् उक्तवती एतावता इदानीं अग्रिमपृष्ठे क्षम्यतां पूर्वस्मिन् पृष्ठे अहम् उक्तवती अत्र यत्र अस्माकम् अभ्यासः आरभ्यमानः अस्ति यथा अध्यापके उपविष्टे छात्राः उपविष्टवन्तः अत्र आरम्भे वाक्यं दृष्ट्वा अस्माकं कीदृशं चिन्तनं नाम कर्तरि कर्मणि च कानि कानि रूपाणि सम्भवन्ति इति कीदृशधातुः तदाधारीकृत्य कानि कानि रूपाणि सम्भवन्ति इति एकवारं वदतु कृपया कर्तरिकर्मणि च अस्तु अस्तु अस्तु इदानीम् अत्र पुनः आरम्भतः वदामि यतोहि अहं भिन्नवाक्यं वदन्ती अस्मि. अत्र यदा अध्यापकः उपविष्टः छात्राः उपविष्टवन्तः इति मूलवाक्यं, तस्य सतीसप्तमीप्रयोगः अस्ति. अध्यापके उपविष्टे छात्राः उपविष्टवन्तः इति सतीसप्तमीप्रयोगः तान्तरूपं प्रयुज्य कर्त्रार्थे अस्ति. इदानीम् अत्र तवतु रूपम् अस्ति, यदा अध्यापकः उपविष्टवान् तदा छात्राः उपविष्टवन्तः. अध्यापके उपविश बहु सम्यक् अस्ति. प्रथमतया केवलं सर्वेषां तत्र सहायार्थम् अत्र किम् अत्र कीदृशधातुः अस्ति अपि च तदाधारीकृत्य किं चिन्तनम् अस्मि, के नाम कर्तरिकर्मणि च के प्रत्ययाः उपयोक्तुं शक्नुमः. अस्तु अस्तु अत्र अस्तु महोदय. अत्र उपविष्टः इति अस्ति तान्तरूपम्. अत्र विश् इति धातुः, विश् इति धातुः तु सकर्मकधातुः एव. अत्र उप इति उपसर्गपूर्वकः विश् धातुः. इदानीम् अत्र अकर्मकप्रयोगः अस्ति. अकर्मकप्रयोगः इति तान्तरूपं कर्त्रार्थे अपि सम्भवति, अतः एव अत्र अत्र कर्तृप्रयोगे वाक्यम् अस्ति यदा अध्यापकः उपविष्टः तदा चाः उपविष्टवन्तः इति कर्तृप्रयोगे वाक्यं तादृश्यम् अस्ति. तान्तप्रयोगम् उपयुज्य तस्य सतीसप्तमीप्रयोगः दृष्टवन्तः. इदानीम् अत्र तवतु रूपं नित्यं कर्तार्थे भवति. तर्हि यदा उपविष्टवान् तदा छात्राः उपविष्टवन्तः. रूपम् अनुक्त्वा इदानीं केवलम् अस्माकं पुरतः अकर्मकधातुः अस्ति चेत् अस्माकं यः कोऽपि अकर्मक तत्र सम्यक्तया मया न स्पष्टीकृतम् आसीत्. यः कोऽपि इदानीम् अस्माकं पुरतः अकर्मकधातुः अस्ति उपविश् उपसर्गः पूर्वकः विश् धातुः, किन्तु यः कोऽपि अकर्मकधातुः अस्ति तत्र कर्तरिप्रयोगे कर्मणि प्रयोगे च किं किं सम्भवति. अस्माकं प्रत्ययाः तत्र प्रत्ययाः सन्ति क्तक् तवतु शत्र शानच् अपि च किं तावदेव चत्वारः सन्ति. चिन्तनमेव अत्र रूपं न वक्तव्यम् इति वा? अनन्तरं रूपम् अस्तु अस्तु प्रथमं चिन्तनम् अस्तु अस्तु अस्तु. तर्हि अत्र उपविष्टः इति तान्तरूपम् अत्र अकर्मकप्रयोगः इति कृत्वा कर्त्रार्थे तान्तरूपम् अपि अस्ति, तद् इदानीं दृष्टवन्तः. तर्हि तत्र उपविशति त्यजतु यः कोऽपि. इदानीं केवलं जेनेरिकलि इति वदामः, यदि अस्माकं पुरतः अकर्मकधातुः अस्ति चेत् तत्र किं किम्. अस्तु अस्तु अस्तु अस्तु क्षम्यतां महोदय, अहं न अस्तु अस्तु. अत्र कृपया किञ्चित् मन्दगतिं वदतु प्लीस्. अस्तु अस्तु. इदानीं तदर्थम् अहं प्रार्थनां कृतवान् यत् अस्माकं पूर्वतः अकर्मकः धातुः अस्ति चेत् किं किं सम्भवति इति. किञ्चित् भवतः भ्रमः भवति चेत् पुनः वदतु कृपया, मन्दं भगिनी वदतु कृपया. नाम सकर्मकधातुः अस्ति चेत् अकर्मकधातुः अस्ति चेत् अत्र भेदः कः इति एकवारं वदतु. अस्तु, सकर्मकधातुः इत्युक्ते यत्र कर्मपदं धातुः कर्मपदं स्वीकरोति तत्र सकर्मकधातुः इति वदामः. अत्र वाक्ये वयम् अत्र अध्यापकः, यदा अध्यापकः उपविष्टः अथवा तादृशवाक्यं, तत्र कर्मपदं किम् उपविष्टः, कम् उपविष्टः इति प्रश्नं कुर्मः चेत् तत्र तस्य उत्तरं न प्राप्तुं शक्नुमः. तादृशवाक्यम् अकर्मकधातुः यत्र कर्मपदं नास्ति. सकर्मकधातुः अस्ति चेत् तत्र कर्मपदं भवति इति द्वयोः भेदः. यत्र सकर्मकधातुः अस्ति तत्र कर्त्रार्थे तप्रत्ययः तान्तरूपं न भवति. सकर्मकधातूनां केवलं कर्मण्यार्थे एव तान्तरूपं भवति. अपि च सकर्मकधातुः अकर्मकधातुः यत्किमपि भवतु तवतु रूपं नित्यं कर्त्रार्थे सम्भवति. अनन्तरं शु शत्रुप्रत्ययः सर्वेषां धातूनां परस्मैपदी धातु शत्रुप्रत्ययः कर्त्रार्थे भवति. सकर्मकः भवतु अकर्मकः भवतु यत्किमपि भवतु शत्रुप्रयोगः वर्तमानकालार्थे अत्र कर्त्रार्थे सम्भवति. इदानीम् अत्र शानच् प्रत्ययः अत्र आत्मनेपदी धातूनां कर्त्रार्थे शानच् प्रत्ययः भवति. अत्र धातुः सकर्मकः भवतु अकर्मकः भवतु यत्किमपि भवतु आत्मनेपदी धातूनां कर्त्रार्थे शानच् प्रत्ययः भवति. अनन्तरम् अत्र कर्मण्यार्थे शानच् प्रत्ययः कर्मणि शानच् सर्वेषां धातूनां सकर्मकधातूनां शानच् प्रत्ययः कर्मण्यार्थे भवति. इदानीम् अत्र अकर्मकधातुः अस्ति चेत् अकर्मकधातूनां कर्त्रार्थे अपि तान्तरूपं भवति. यथा वयं पूर्वं दृष्टवन्तः अकर्मकधानाम् अपि च गत्यर्थकधातूनाम् अपि च विशिष्टदातवः श्ली शीं स्ता आस् वस् जनरुः जीर्तिभ्यः झृ इति धातुभ्यः तत्रापि कर्त्रार्थे तान्तरूपं सम्भवति इति वयं जानीमः. इदानीम् अत्र कर्मण्यार्थे अकर्मकधातूनां कर्मणि प्रयोगः न भवति, परन्तु भावे प्रयोगः एव भवति. भावे प्रयोगे अत्र अकर्मकधातूनां भावे प्रयोगः भवति, तत्र कर्मपदमेव नास्ति. अतः तत्र तस्मिन् सन्दर्भे सतीसप्तमीप्रयोगः अपि न भवति, यतोहि तत्र क्रियायाः आश्रयः कर्म अपि नास्ति कर्ता अपि नास्ति इति कृत्वा तत्र सतीसप्तमीप्रयोगः अपि न भवति. सर्वम् उक्तवती इत्यमे महोदय. प्रायः अस्तु. तर्हि अत्र अस्माकं पुरतः उपसर्गपूर्वकः विश् धातुः अकर्मकः. अत्र उदाहरणं दत्तमस्ति अध्यापके उपविष्टे इति. मेहुल् महोदय तत्र वदतु, अध्यापके उपविष्टे छात्राः उपविष्टवन्तः इत्यस्मिन् वाक्ये अत्र कृतप्रत्ययः अत्र कर्तरि कर्मणि भावे इति किम् अस्ति अत्र? अत्र कर्तरि अस्ति महोदय. कर्तरि अस्ति, सम्यक्. अस्तु, कर्तरि अस्ति. तर्हि अत्र अस्मिन् वाक्ये अस्माकं पुरतः अस्ति क्तवतु शत्रशानच्. चतुर्षु अन्यत् किं किं सम्भवति कर्त्रार्थे अत्र? कर्त्रार्थे अत्र अकर्मकः धातु अस्ति, अतः शान्त वयं दृष्टवन्तः. अनन्तरं तवतु कर्म तवतु प्रत्ययन्त सर्वे कर्तरि एव भवति, कर्मणि न भवति, अतः अत्र तवतु इति भवति. तवतु भवति. अन्यत् किं भवति? अन्यत् शत्रन्तं केवलं कर्तरि कर्त्रार्थे अस्ति, अतः तत्तु एव भवति. शत्रापि अस्ति. तर्हि एतावता अस्माभिः किम् उक्तं यत् कर्त्रार्थे क्तवतु शत्र, यतोहि अकर्मकधातुः अस्ति अतः त्रिषु भवति कर्त्रार्थे. अत्र शानच् भवति. शानच् आं कर्तरि अपि कर्मणि उभय भवति. भवति, किन्तु अत्र उपसर्गः पूर्वकः विश् धातुः परस्मैपदिधातुः भवति, आत्मनेपदिधातूनां कृते एव भवति. अतः अत्र शानच् कर्तरि नास्ति. नास्ति अत्र. तर्हि इदानीं कर्मणि किं किम् अस्ति? कर्मणि प्रथमतया अस्माभिः किं वक्तव्यमस्ति, यतोहि धातुः अकर्मकः अतः कर्मणि एव शब्दः दोषपूर्णः. प्रथमतया किं वक्तव्यमस्ति? भावे भावे कुत्र अत्र भावे कुत्र भवति? भावे तान्तप्रयोगे भवति, तान्तप्रत्यये भवति. तान्तप्रत्यये भवति. अनन्तरम् अनन्तरं तवतु तवतु न भवति, कर्तरि एव भवति तत्र कर्मणि, शत्रन्त भावार्थे न भवति, तत्र केवलं कर्तरि एव शानच् तत्र भवति, परन्तु आत्मनेपदी धातूनां कृते एव भवति. न न न कर्मणि तत्र कर्मणि भावे सर्वेषां धातूनां. ओ अस्तु अस्तु, दोषः अस्ति अत्र. खलु अत्र सर्वेषां उपविशति उपविश्यते उपविश्यते उपविश्यमान उपविश्यमान सर्वेषां धातूनां कर्मणि भावे च भवति. तर्हि अस्माकं भावे तर्हि सम्भवति किं तत्र क्तान्तरूपम् अपि च शानच् भावे शानच् इति रूपद्वयमस्ति. किन्तु अत्र अत्र अस्माकं लक्ष्यं किं सतिसप्तमी. तर्हि सतिसप्तमी इति चेत् तत्र भावे प्रयोगे तत्र तस्मिन् प्रसङ्गे किं वक्तव्यमस्ति? भावे प्रयोगे तत्र अकर्मकः धातुः अस्ति, तत्र अतः कर्म एव कर्मपदमेव नास्ति, अतः सतिसप्तमी न भवति तत्र. यतो हि क्रियाशयः एव नास्ति. क्रियाशयः एव नास्ति, क्रियाशयः इति तत्र मूलमस्ति. अस्तु, बहु समीचीनमस्ति इति बुद्धं खलु, स्पष्टं जातम्? आम् आम्, अहं सर्वं लिखामि अपि तत्र. अस्तु, समीचीनमस्ति. तर्हि इदानीं सरला भगिनी वदतु अत्र कानि कानि रूपाणि अत्र भवन्ति. अस्तु, प्रथमं अत्र दत्तमस्ति तान्तप्रयोगे कर्तरि, अध्यापके उपविष्टे छात्रा उपविशन्तः, तदनन्तरं कर्तरि प्रयोगे तवतु प्रत्यय भवति, तद्भवति यद्या अध्यापकः उपविष्टवान् तदा छात्रा उपविष्टवन्तः, तत् भवति अध्यापके उपविष्टवती सति छात्राः उपविष्टवन्तः. तदनन्तरं छात्रकर्तरी भवति अध्यापक उपविशन् अस्ति तदा यदा अध्यापक उपविशन् अस्ति तदा छात्राः उपविशन्ति, अध्यापके उपविशति सति छात्राः उपविशन्ति, शत्रन्तरूपं सति सप्तमे. बहु सम्यक् अस्ति. तस्य रूपं कथं जानीमः इति चेत् तत्र लट्लकारस्य प्रथमपुरुषस्य बहुवचने यद्रूपमस्ति उपविशन्ति, बालकाः उपविशन्ति, शत्रन्तरूपं कथं साधयितुं शक्नुमः सुलभतया इति चेत् तत्र तद्रूपम् उपविशन्ति, लट्लकारस्य प्रथमपुरुषस्य बहुवचनान्तरूपम् उपविशन्ति ति इति निष्कासयतु उपविशन् इति प्रथमपुरुषस्य प्रथमाविभक्तौ एकवचने पुल्लिङ्गे अस्ति. तत् प्रातिपदिकमिति चेत् नकारस्य स्थाने त इति संयोजयति बस् उपविशत् तस्य सप्तमी सम्यक्तया उक्तवती भवती. तत्र सप्तमी अस्ति तकारान्तशब्दः अस्ति कृत्वा तत्र यथा क्तवतु तथा नाम अस्माकं शब्दः हलन्तः अथवा अजन्तः इति मनसि निधाय अग्रे गन्तव्यं सर्वत्र. क्तान्तरूपमस्ति अजन्तः, क्तवतु अपि च शत्र इति हलन्तशब्दः तकारान्त अपि च शानच् अपि अजन्तः, अतः सप्तमी विभक्तौ तदाधारीकृत्य चिन्तनीयमस्ति. बहु सम्यक्तया उक्तं भवत्या. अत्र भावे भवति अध्यापकेन उपविष्टं, यदा अध्यापकेन उपविष्टम् आसीत् तदा छात्रा उपविष्टवन्तः. तो भावे प्रयोगे सति सप्तमी न भवति कारणं तस्य कर्म आश्रयः नास्ति. केवलं तान्तरूपभावे प्रयोगः भवति. उपविश् परस्मैपदी धातु अस्ति, तस्य शानच् कर्तरी न भवति, किन्तु शानच् कर्मणि भावे कुर्मः. वदतु यदा तदा. यदा अध्यापक उपविश्यमान अस्ति तदा छात्रा न किन्तु अभावे प्रयोगः अस्ति खलु. अध्यापकेन क्षम्यताम् अध्यापकेन उपविश्यमान अध्यापकेन उपविश्यमानम् अस्ति तदा छात्राः उपविशन्ति. सम्यक् अस्ति. यदा अध्यापकेन उपविश्यमानम् अस्ति अथवा भवति तदा छात्राः उपविशन्ति. बहु सम्यक् अस्ति. किन्तु तर्हि भावे प्रयोगे भवति क्तान्ते अपि च कर्मणि शानच्. किन्तु यतोहि सति सप्तमी तत्र न भवति भावे प्रयोगे, अतः तस्य रूपं नास्ति. सम्यक्तया उक्तं भवत्या. अस्तु, अग्रे गच्छेम तर्हि. इदानीं द्वितीयम् इति अस्तु, विद्याभगिनी द्वितीयं करोतु कृपया सर्वेषां कृते. पुष्पेषु विकसितेषु भ्रमरः आगतः इति वा. पुष्पेषु. अस्तु, पुष्पेषु विकसितेषु भ्रमराः आगताः इति मूलवाक्यम्. अत्र वि उपसर्गपूर्वकः, कस् धातुः. कस् धातुः सकर्मकः, परन्तु अत्र अकर्मकप्रयोगः अस्ति. अकर्मकप्रयोगः अतः एव तान्तरूपं कर्त्रार्थे अस्ति. अत्र मूलवाक्यमस्ति पुष्पाणि विकसितानि. यदा पुष्पाणि विकसितानि तदा भ्रमराः आगताः इति मूलवाक्यं. तस्य अन्तप्रयोगः सतिसप्तमी प्रयोगः अस्ति. पुष्पेषु विकसितेषु भ्रमराः आगताः इति तान्तप्रयोगः. इदानीम् अत्र तवतु प्रयोगः कर्त्रार्थे अस्ति. पुष्पाणि विकसितवन्तः. यदा पुष्पाणि विकसितवन्तः तदा भ्रमराः आगताः इति मूलवाक्यम्. इदानीं तस्य सतिसप्तमी प्रयोगः. किन्तु पुष्पम् इति नपुंसकलिङ्गशब्दः. पुष्पाणि विकसितवन्तः. विकसितवन्तः न, विकसितवत्, विकसितवती, विकसितवन्ति. नपुंसकलिङ्गशब्दः तत्र किञ्चित् त्रिकि अस्ति. विकसितवत् खलु महोदय प्रातिपदिकं. तर्हि विकसितवत् इति पुष्पं नपुंसकलिङ्गे प्रथमाविभक्तौ एकवचने, विकसितवती इति द्विवचने, बहुवचने विकसितवन्ति. सम्यक् अस्ति. अग्रे. तर्हि तस्य सतिसप्तमी प्रयोगः अस्ति पुष्पेषु विकसितवत्सु भ्रमराः आगताः. अन्यत् किं भवति. अनन्तरम् अत्र विकसति इति परस्मैपदी रूपम्, अतः तत्र शत्रुप्रत्ययः शत्रुरूपमपि भवति. तर्हि पुष्पाणि अत्र अत्र यदा तदा तत्र अधिकचिन्तनं नापेक्षितमस्ति, यतोहि पूज्यकलिङ्गे तत्र सर्वेषां ज्ञानं नास्ति. तर्हि केवलं सारल्यार्थं तत्र सतिसत्त्वम् इति वदतु. सतिसप्तमी अस्ति. सतिसप्तमी अत्र शत्रुप्रयोगः. कस् इति धातुः अत्र शत्रन्तरूपम् अस्ति. विकासत् आकारः किमर्थं स्यात् विकसन् विकसन् अथवा विकसत् विकसत् विकसति विकसत् विकसन् अत्र भुवादिगणीयधातुः तत्र नुमागमः अस्ति तर्हि विकसत् विकसन्ति विकसन्ति विकसन्ति बहुवचने अस्ति खलु बहुवचने विकसन्ति विकसन्ति इति चिन्तयामि न किन्तु विकसत् विकसत् इति विकसत् अस्ति खलु प्रातिपदिकं विकसति इति विकसन्ति इति द्विवचने बहुवचने विकसन्ति प्रथमाविभक्तौ प्रथमाविभक्तौ इदानीं सप्तमीविभक्ति क्षम्यतां सप्तमीविभक्ति पुष्पेषु पुष्पेषु विकसत्सु विकसत्सु भ्रमराः आगताः अत्र किं जायमानमस्ति कस्य अस्ति कस्यचित् गृहे अस्तु हा समीचीनमस्ति अत्र सप्तमी सप्तमी विभक्तौ अत्र काठिन्यं नास्ति किन्तु यत्किमपि लिङ्गं भवति तत्र तकारः न पुल्लिङ्गे न पुल्लिङ्गे तत्र साम्यमस्ति इति कृत्वा तदर्थं मया उक्तं यदा तदाति मास्तु इदानीं केवलं सति सप्तमी हा अस्तु अस्तु अस्तु अस्तु अस्तु परन्तु तत्र रूपं मनसि नास्ति महोदय अतः एव चिन्तनीयम् अत्र इदानीं शत्रु अभवत् इदानीम् अत्र कर्मणि कर्मणि प्रयोगे किं किं भवति इति पश्यामः चेत् अत्र विकसितः वि उपसर्गपूर्वक कस् धातुः अकर्मकप्रयोगः अस्ति अतः कर्मणि तान्तरूपं नास्ति अत्र भावे प्रयोगः एव भावप्रयोगे अत्र तान्तरूपं भवति तत्र पुष्पैः विकसितम् इति रूपं परन्तु प्रयोगः नास्ति अत्र क्रियायाः ज्ञापकक्रियायाः आश्रयः नास्ति कर्मपदं नास्ति अतः सति सप्तमी प्रयोगः नास्ति तान्तरूपम् अनन्तरम् अत्र कर्मणि शानज् अस्ति कर्मणि शानज् अस्ति अत्र पुष्पैः पुष्पैः विकस्यमान इति मूलवाक्यं पुनः अत्र सति सप्तमी प्रयोगः न भवति यतोहि क्रियायाः आश्रयः कर्मपदम् अथवा कर्ता नास्ति अत्र सम्यक् तर्हि सम्यक्तया न श्रुतमिति कृत्वा पुष्पैः विकस्यमानम् इति किन्तु भावे नास्ति अस्तु बहु सम्यक् अस्ति धन्यवादः भगिनि अग्रे अग्रे कः वक्तुमिच्छति अत्र केवलं नाम सारलार्थं तत्र सतिसप्तमिति कुर्मः सतिसप्तमी किं किं भवति इति कः वदति शुकवनं तत्र वक्तुमिच्छति वा अथवा केवलं शृणोति न महोदय केवलं शृणोमि बहिः अस्ति क्षम्यता ओ बहिः अस्ति बहिः अस्ति अस्तु अस्तु तर्हि अत्र बालसुब्रह्मण्यं तत्र प्रयत्नं कर्तुमिच्छति वा अद्य अहं केवलं शृणोमि महोदय अस्तु तर्हि अन्य कोऽपि तत्र मेहुल् महोदय वदतु राजीभगिनी अस्तु राजीभगिनी वदतु भोजने समाप्ते पिता कार्यालयं गतवान् भोजने समाप्ते अकर्मकधातु कान्तप्रयोगः कर्त्रार्थे अस्ति तवत् प्रत्ययः कर्त्रार्थे भोजने समापितवती समापितवती इति न अत्र कान्तरूपं यथा समापितवान् किल किमिति भोजने समाप्ते भोजने समाप्ते इत्यस्य कृतवतु किं तु भोजने समापितम् न कृतवतु समापितवान् समापितवती समापितं समापितवान् समापितवती किल कान्तरूपम् भोजने समापितवान् न प्रथम अत्र पश्यतु अत्र इडागमः नास्ति समाप्तं भोजनं भोजनं समाप्तं हा वदतु समाप्तवान् भोजने समाप्तवती सति पिता कार्यालयं गतवान् इदानीं शत्र किं भवति? अत्र शत्रुप्रयोगं भोजने तस्य तस्य ज्ञानार्थं तत्र लट्लकारस्य, मया इदानीमेव उक्तं, लट्लकारस्य प्रथमपुरुषस्य बहुवचनान्तरूपं किम्? अत्र एकवचने समाप्नोति, समाप्नुवन्ति इति भागं निष्कासयतु. समाप्नुवन् भोजने. इदानीं तस्य प्रातिपदिकं किं? नकारस्य स्थाने तकारः. समाप्नुवत् इति प्रातिपदिकं. तस्य सप्तमी समाप्नुवत् समाप्नुवति. वा सम्यक्. भोजने समाप्नुवति सति पिता कार्यालयं गतवान्. एकवचन इदानीं वर्तमानकाले अस्ति खलु, अथवा यदा अथवा आसीत् आसीत् इति वदति चेत् भोजने भोजने समाप्नुवति पिता कार्यालयं गच्छति आसीत् इति अत्र न भवति. इति कार्यालयं गच्छति गच्छति. शानच् प्रयोगं समापनम्. अत्र शानच् इति सति सप्तमी न भवति, यतोहि अकर्मकः. अकर्मकः अस्तु. भाव्यप्रयोगे भोज नास्ति अकर्मकधातुः, अतः सति सप्तमी नास्ति एव. सप्तमी नास्ति. साधारणवाक्यं भावे भोज यदा भोजनेन समापनं. न न समापनमिति न. अत्र प्रातिपदिकं किं? समाप्त प्रातिपदिकं आन समाप्तानं. न न किं वक्तुमिच्छति अत्र? क्तान्तप्रयोगस्य भावे वक्तुमिच्छति खलु? आम् आम्. तर्हि भावे किमस्ति? नित्यम् एकवचनं निपुंसकलिङ्गे खलु? ओ आम् आम् नित्यम् एकवचनं करेक्ट्. क्रमपदं नास्ति. क्रमपदं नास्ति चेत् तथा अस्ति खलु? आं महोदय. किं अत्र आगच्छति? यदा भोजनेन अत्र अस्माकं सूत्रं किं? त्रीणि एकमेकम् इति कर्मणि प्रयोगः, किन्तु भावे प्रयोगे कर्मपदस्य अभावे त्रीणि एकं समाप्तम्. तर्हि यदा भोजनेन समाप्तम् इति अस्ति, अथवा कर्मणि शानच् इति भावे शानच् वदतु. यदा भावे सानज् यदा भोजनेन समाप्तं तावदेव. न शानच् कर्मणि तत्र भावे शानच् इति आप्नुवन्ति समापन. लट्लकारस्य कर्मणि किं? समाप्यते. समाप्यते. तर्हि ते इति निष्कास्यमान स्थापयतु. समाप्यमान. यदा भोजनेन समाप्यमानम्. सम्यक् इति अस्ति. अस्तु अग्रे लक्ष्मी भगिनी अग्रे. अत्र द्रव्ये नष्टे धनिकः दुःखी अभवत् इति अत्र वाक्यमस्ति, कर्तरिप्रयोगे अस्ति. द्रव्यं यदा द्रव्यं नष्टं धनिकः दुःखी अभवत् इति मूलवाक्यमस्ति. द्रव्ये नष्टे सति धनिकः दुःखी अभवत्. अत्र द्रव्यं नष्टम् इति क्तान्तरूपं दत्तमस्ति. कर्तृप्रयोगे तवतु रूपं योजयित्वा मूलवाक्यं रचयामश्चेत् केवलम् इदानीम् अस्माकं बहु केवलं सति सप्तमी किम् अस्ति यत् नो चेत् अस्माकं तत्र व्यासः नाम समाप्तः न भविष्यति इति तत्र सारल्यार्थम् अस्माकम् अभ्यासः अत्र सारल्यमस्ति, वस्तुतः सतिसप्तमी अत्र सारल्यमस्ति. एतत् सर्वं यदा तदा इति करोति चेत् द्रव्यं नपुंसकलिङ्गशब्दः इति तत्र जटिलमस्ति. सतिसप्तमी करोतु, तत्र किं किं सम्भवति, कर्तरि भावे इति सर्वत्र यत्र धातुः अकर्मकः अस्ति तत्र भावे सतिसप्तमी न भवति एव, तर्हि कर्तरि एव कर्तरि अस्ति किम्? प्रथमतया क्ता इति अस्माकं पुरतः अस्ति, अत्र क्ता रूपं दत्तमस्ति कर्तृप्रयोगे, अपि च क्तवतु योजयित्वा वाक्यं रचयितुं शक्नुमः. अत्र नष्टः इति क्तान्तरूपं, क्तवतु प्रत्ययान्तरूपं नपुंसकलिङ्गे वक्तव्यम्. अत्र नपुंसकलिङ्गे पुंसकलिङ्गे साम्यं, केवलं प्रथमाविभक्तौ द्वितीयविभक्तौ भेदः, सति तत्र सप्तमी विभक्ति साम्यम् अस्ति. आम् महोदय. प्रातिपदिकं किं? नष्टवत्. तस्य सप्तमी नष्टवति. वाक्यं किं? द्रव्ये नष्टवति सति धनिकः दुःखी अभवत्. सम्यक्. अनन्तरम् अत्र वाक्यं शत्रन्तप्रयोगं कुर्मः चेत् तत्र नश्यन्ति नश्यन्ति नश्यन् अत्र प्रातिपदिकं नश्यत् नश्यति सप्तं नश्यति सप्तम्यन्तम्. अत्र द्रव्ये नश्यति सति धनिकः दुःखी अभवत्. भवति क्षम्यतां, भवति प्रथमं तत्र वर्तमानकाले अस्ति खलु. अस्तु, बहु सम्यक् अस्ति, बहु सम्यक् अस्ति. इदानीम् अग्रे तर्हि सति सप्तमिति एव कुर्मः. सुब्रह्मण्यं वदतु अग्रे कृपया. आं महोदय, इदानीं वाक्यमस्ति, पितरि कार्यालयं गते माता भोजनं कृतवती अस्ति. अत्र गं धातुः सकर्मकधातुः, अपि च अत्र तस्य किमस्ति, अत्र गत इति क्तान्तरूपमस्ति. क्तान्तरूपम् अत्र कर्त्रार्थे अपि च कर्मण्यर्थे भवति. इदानीं तु अत्र कर्त्रार्थे अस्ति, प्रथमं कर्त्रार्थे कुर्मः. अत्र तवतु भवति, पितरि कार्यालयं गतवती माता भोजनं कृतवती इति भवति कर्त्रार्थे. इदानीं शत्रन्तं कुर्मः. अत्र गं धातुः अत्र गच्छत् इति प्रातिपदिकम् अस्ति, अतः अत्र पितरि कार्यालयं गच्छति आसीत् माता भोजनं कृतवती इति भवति. पुनः पितरि कार्यालयं गच्छति आसीत् माता भोजनं कृतवती. किन्तु सति सत्त्वे तत्र आसीत् इति न प्रवर्तते. अत्र सत् सत् सत् सत् इति वक्तुं शक्यते. सत् अस्तु महोदय. पितरि कार्यालयं गच्छति सति माता भोजनं कृतवती इति. किन्तु वर्तमानकाले भविष्यति. वर्तमानकाले भवति इत्युक्ते अत्र कृतवती इत्यस्य करोति इति. अस्तु महोदय. पितरि कार्यालयं गच्छति सति माता भोजनं करोति. बहु समीचीनम्. अस्तु, इदानीम् अत्र इदानीम् अत्र गम् धातुः सकर्मकः अतः कर्मण्यर्थे अपि भवति. प्रथमम् अत्र तान्तप्रयोगं कुर्मः. अत्र किं भवति इत्युक्ते पित्रा कार्यालये गते सति माता भोजनं कृतवती. सम्यक्. अपि च अत्र इदानीं पुनः अत्र शानजन्तरूपमपि भवति. शानज् भवति अत्र गम्यमान इति भवति. अतः अत्र इदानीं रूपं भवति पित्रा कार्यालये गम्यमाने सति माता भोजनं करोति. हा, बहु सम्यक्. अस्ति तथा तथैव अस्ति. अस्तु, अग्रे सरला भगिनी, अग्रे. अग्रजया गृहम् आगतायां सर्वे सन्तुष्टाः. अग्रजायाम् अस्तु. अत्र सती सप्तमी अस्ति कर्तरी अर्थे गम् धातु अस्ति सकर्मकधातु. यदा तदा भवति अग्रजायां यदा तदा त्यजामः. केवलं सती सप्तमी किं किम् अस्ति? अस्तु, प्रथमम् आगता भवति क्तान्तप्रयोगे. आगता गृहम् आगता अग्रजा गृहम् आगता सर्वे सन्तुष्टा. तस्य गृहम् आगता इति अस्ति कर्तरी अर्थे. सो तस्य कर्तरी अर्थे पुनः तव तु प्रत्ययः भवति. आगतवा अग्रजा आगतवती कर्तरी अर्थे. अग्रजा आगतवती गृहम् आगतवती सर्वे सन्तुष्टा कर्तरी अर्थके. तस्य सती सप्तमी भवति अग्रजायाम् आगतवत्यां गृहम् आगतवत्यां सर्वे सन्तुष्टाः. पुनः तस्य शत्रन्तरूपमपि भवति. शत्रन्तरूपं भवति आगच्छन्ति. अस्तु, शत्रन्तरूपं भवति अग्रजा गृहम् आगच्छन्ति सर्वे सन्तुष्टः सन्ति. तस्य सती सप्तमी भवति आगच्छन्ति भवति प्रथमाविभक्तौ. सो तस्य सती सप्तमी भवति आगच्छन्त्यां. वाक्यं भवति अग्रजायाम् गृहम् आगच्छन्त्यां सर्वे सन्तुष्टाः. वर्तमानकाले अस्ति तो सर्वे सन्तुष्टाः सन्ति. अस्तु, पुनः शानच् भवति इत्युक्ते किं गम् धातुः अक्षकामकः अतः तस्य कर्मणि अपि भवति. तस्य गम्यमान भवति आगम्यमान भवति. तस्य स्त्रीलिङ्गे आगम्यति भवति. किन्तु अत्र त्रीणि एकमेकम् अस्ति कर्मणि प्रयोगे. अस्तु अस्तु. सो किन्तु गृहम् नाम तत्र केन सह कस्य विशेषणं भवति आगम्यमान गृहस्य अग्रजयाः गृहम् आगम्यमानम् सतिसप्तमी भवति आगमाने अग्रजया गृहम् आगमाने सर्वे वाक्यं पुनः अग्रजया गृहं गृहं कथं गृहं कथं सप्तमी अस्ति खलु ओ सप्तमी अस्तु अग्रजया गृहे आगमाने आगमाने आगमाने इति न तत्र रूपं किम् आगम्यमाने आगम्यमाने आगम्यमाने इति कर्मणि शानच् कर्मणि अन्यत् किमपि भवति वा कर्मणि दान्तरूप अपि भवति अग्रजया गृहम् आगतां गृहमागतम् अग्रजया गृहमागतं सर्वे सन्तुष्टा अग्रजया गृहे आगत्यां गृहे आगते सर्वे सन्तुष्टा ओके बहु सम्यक् अस्ति इदानीम् अवगमनं जायमानमस्ति वा सर्वेषां शनैः शनैः मेहुल महोदय स्पष्टं जायमानमस्ति वा किञ्चित् किञ्चित् क्लेशः अस्ति परन्तु ध्वनिमुद्रणं पुनः पुनः यदि अभ्यासेन सर्वेषां लाभः अस्ति अथवा केवलम् अन्धकारः प्रसारितः अस्ति सर्वे अस्तु तर्हि अग्रे गच्छेम राजेन्द्रमहोदय अग्रिमं करोतु कृपया क्षम्यता महोदय सुखवनमत्र भवान् एकवारं तत्र मानचित्ररूपेण किञ्चित् वदति वा अकर्मक धातुः अकर्मकः अस्ति चेत् नो चेत् अकर्मप्रयोगः अस्ति चेत् तत्र प्रत्ययः किं भवति तत्र तवतु इत्यस्मिन् इत्यनयोः प्रत्ययोः विषये वयं धातुः अकर्मकः वा सकर्मकः वा नो चेत् अकर्म सकर्मकधातुः अकर्मप्रयोगे अस्ति वा इति द्रष्टव्यं किन्तु शत्रुशानच् अस्ति चेत् प्रथमं परस्मैपदी धातुः परस्मैपदी वा आत्मनेपदी वा इति द्रष्टव्यं परस्मैपदीधातुः अस्ति चेत् तत्र शत्रुप्रत्ययं तस्मात् भवति आत्मनेपदीधातुः अस्ति चेत् शानच् प्रत्ययः तस्मात् भवति किन्तु उभयत्र कर्तरि उपरि उभयत्र कर्तरि प्रयोगे एव उभयत्र कर्तरि भवता यः नियमः उक्तः स च नियमः केवलं कर्तरिप्रयोगे नाम शत्रुप्रत्ययः तु केवलं कर्तरिप्रयोगे एव भवति अपि च आत्मनिपदिधातूनां कर्तरिप्रयोगे शानुष् भवति न तु शत्रु इति नियमः भवता उक्तः इदानीं कर्मणि प्रयोगे किं भवति तत्र किञ्चित् क्लेशः मयि वर्तते कर्मणिप्रयोगे वदामि अस्तु म्यूट् करोतु कर्मणि प्रयोगे सर्वेषां धातूनां धातुः परस्मैपदि भवतु वा आत्मैपदि भवतु वा सर्वेषां धातूनां कर्मणि प्रयोगे अथवा अकर्मकधातुः अस्ति चेत् भावेप्रयोगे रूपं किन्तु भवति यया रीत्या सर्वेषां धातूनां कर्मणि भावे वा लट्लकारे तत्र सर्वेषु लकारेषु तत्र कर्मणि भावे च भवति सर्वेषां धातूनां यत्र कर्मणि प्रयोगः अथवा भावेप्रयोगः सम्भवति इत्युक्ते सर्वत्र तत्रापि कर्मणि शानच् अपि भवति धातुः सकर्मकः अस्ति चेत् कर्मणि धातुः कर्मकः अस्ति चेत् भावे तावदेव अस्ति यथा उदाहरणार्थं तत्र गच्छति इत्यस्य कर्मणि गम्यते लट् नाम इदानीं तिङन्तरूपं वदामि गच्छति गम्यते सर्वत्र लट् सर्वत्र यक् यत्र कर्मणि भावे च भवति तिङन्तप्रसङ्गे तत्र अकारः अस्ति ते इत्यस्मात् पूर्वम् अकारः गम्यते चिन्त्यते लिख्यते श्रूयते यक् इति कारणतः तत्र अकारः सर्वत्र अस्ति. अतः यदा तादृशं रूपं पश्यामः तत्र म इति आन इत्यनेन सह सदा आगच्छति. अतः मान इति सर्वदा भवति, अपि च सर्वेषां धातूनां कृते, केषाञ्चित् धातूनां न, सर्वेषां धातूनां कृते. यतोहि तत्र लट् तत्र कर्मणि लट् अथवा भावे लट् सर्वेषां धातूनां तु भवति एव. धातुः परस्मैपदी भवतु नाम, किन्तु तस्य कर्मणि भवति, कर्मणि अथवा भावे तु भवति खलु. अतः अत्र वस्तुतः विषयः सरलः अस्ति, यः कोऽपि धातुः तस्य कर्मणि सानच् अथवा भावे सानच् भवति एव. अपि च तस्य रूपं भवति मान, यतोहि यक् तत्र अकारः अस्ति, अतः म इति आगच्छति. मान क्रियमाण, गम्यमान, लिख्यमान, चिन्त्यमान, यत्किमपि भवतु नाम तत्र मान इति सर्वेषां भवति. अस्तु, तत्र राजेन्द्र महोदय अग्रे. महोदय एकः प्रश्नः अस्ति. महोदय धातुमूलरूपं कथं मातुः पाणिनीय धातुपाठे दर्शनीयम् अहं न जानामि, किन्तु कथं मूलरूपं वयं जानीमः? धातोः मूलरूपं धातोः तत्र सर्वत्र मातुः पुस्तके सर्वत्र दत्तमस्ति मूलरूपं, न अवगच्छामि. एतदेव लिखितमस्ति पाणिनीय धातुपाठे, मातुः पाणिनीय धातुपाठः पुस्तके कथं भगिनी श्रुणोतु, अत्र इदानीं विषयः नास्ति, अनन्तरं तत्र लिखतु कृपया. अस्माकं विषयः भिन्नः, अत्र सर्वेषां पार्श्वे पुस्तकमपि नास्ति, लिखतु कृपया, अनन्तरम् अवश्यं वदामि. राजेन्द्रमहोदय अग्रे वदति वा? वदामि. एकः प्रश्नः अस्ति अत्र, अनच् रूपं भवान् उक्तवान् तत्र यक् आगच्छति, तत्कारणात् अकारः अस्ति, मानः अनन्तरम् आगच्छति, परन्तु सर्वत्र यकारः अस्ति, तत् यथा कम्पमानः अस्ति तत् कर्मणि कर्मणि कम्प्यमान कर्मणि एव कर्मणि इति नाम शुक्रवर्णमहोदयस्य प्रश्नः तदेव आसीत् कर्मणि प्रसङ्गे. अग्रे वदतु. शिक्षके आगते सति महोदय? न प्रथमं करोतु. प्रातःकालः जातः माता उत्थितवती. अत्र स्थान्तप्रयोगः कर्तरर्थे प्रातःकाले जाते सति माता उत्थितवती. अस्तु, अन्यत् किमपि भवति, अन्यत् किं भवति अत्र कर्तरार्थे किमस्ति? केवलं कृता, अत्र कृता, इदानीं कृता वदतु, शत्र वदतु. तव तु अस्ति प्रातःकाले अत्र किमपि नास्ति. कृतान्तरूपं जानाति चेत् कृतवतु तादृशमस्ति. अत्र जाते इति जातः इति दत्तमस्ति, अत्र इरागमः किमपि नास्ति, अतः कृतवतु अस्ति, तत्र किमपि नास्ति, तादृशमेव किमपि नास्ति. अस्तु, अत्र किमपि नास्ति. विद्याभगिनी वदतु. अत्र तान्तरूपं तु दृष्टवन्तः, इदानीं तव तु रूपं प्रातःकाले जातवती माता उत्थितवती. हा, जातवती. अत्र जात इति प्रातिपदिकमस्ति खलु महोदय, तत्र जात, तर्हि जातवत् अस्ति, नाम कृतवतु, जातवत् सप्तमी अस्ति, जातवती प्रथमपुरुषे तत्र न एकवच प्रथमभक्तौ जातवान्, जातः, जातवान्, अत्र रूपं समानमस्ति. अपि च जातवती माता उत्थितवती. अपि च अग्रे अत्र अत्र धातुः आत्मनिपदे अस्ति जायते, अतः शत्रु न भवति, अपि तु शानज् वदतु जायते अत्र अतः कर्तृ अर्थे अस्ति प्रातःकाले जायमाने सति माता उत्थितवती. बहु सम्यक् अस्ति. अस्तु राजी भगिनी द्वितीयं द्वितीयं वयं कृतवान् उपरि आसीत् तृतीयं करोतु. स्नेहिताः गताः अहं भोजनं कृतवान् स्नेहिते गते अहं भोजनं कृतवान् बहुवचने बहुवचने अस्ति स्नेहिताः स्नेहिताः स्नेहिते स्नेहिताः बहुवचनं कथम् आगच्छति न बहुवचन सप्तमी सति सप्तमी स्नेहितासु गतासु अहं भोजनं कृतवान् पुल्लिङ्गे अपि भवितुमर्हति स्त्रीलिङ्गे अपि भवितुमर्हति पुल्लिङ्गे करोतु सः स्नेहितायां गतायां स्त्रीलिङ्गे स्नेहितायां गतायां सत्याम् अहं भोजनं कृतवान् पुल्लिङ्गे स्नेहितासु गतासु सत्यं स्नेहितेषु स्नेहितेषु स्नेहितेषु गते गतासु सत्सु न गतेषु गतेषु ओ गतेषु स्नेहितेषु गतेषु साधारण अकारान्तशब्दः अत्र किमपि नास्ति तत्र बालकेषु गतेषु हा स्नेहितेषु गतेषु सत्सु अनन्तरं कृतवतु वदतु तवतु पुल्लिङ्गे गतवन्तः अहं भोजनं कृतवान् न न सति सप्तमी स्नेहितासु पुल्लिङ्गे बहुवचने स्नेहितेषु स्नेहितेषु गतवन्ती गतवत्सु गतवत्सु गतवत्सु सत्सु सत्सु अहं भोजनं कृतवान् छत्र तान्तप्रयोगः कर्मणि न तान्तरूपम् इति उक्तम् इदानीं शत्र शत्ररूपं शत्ररूपं शत्ररूपं गत शत्रन्तरूपं गतवन्ति देन् गत गच्छन्ति गच्छन् ओके ओके स्नेहिता गच्छन् गच्छन् प्रातिपदिकम् अस्ति गच्छत् गच्छत् गच्छत् प्रातिपदिकम् ओके स्नेहितेषु गच्छति अहं भोजनं कृतवान् बहुवचने गच्छति बहुवचने गच्छन् गच्छत् गच्छत्सु स्नेहितेषु गच्छत्सु अहं भोजनं कृतवान् हा तर्हि कर्तृप्रयोगे आहत्य स्नेहितेषु गत्सु स्नेहितेषु गतेषु गतवत्सु गच्छत्सु हा समीचीनमस्ति. अपि च कर्मणि किम् अस्ति कर्मणि स्नेहिताभिः स्नेहिताभिः गता गम्यमान स्नेहितैः स्नेहितैः स्नेहितैः अथवा स्नेहिताभिः तत्र श्रीलिङ्गे पुल्लिङ्गे करोतु स्नेहितैः स्नेहितैः गम्यमानं सति अहं भोजनं कृतवान् गम्यमाने सति किल गम्यमाने सति तत्र गृहे स्नेहितैः गम्यमाने सति अहं भोजनं कृतवान् अपि च कृतान्तरूपं कृतान्तरूपं स्नेह कृतान्तरूपं स्नेहितैः गृहे गृहे गच्छत् गच्छतः न कृतान्तरूपं कृतान्तरूपं गतः स्नेहितैः गृहे गते अहं भोजनं कृतवान्। अस्तु, सम्यक् अस्ति, शीघ्रमेव वदामः। तत्र विद्याभगिनी वदतु अग्रिमम्। सख्यौ आगते अनुजा क्रीडितुं गतवती इति अस्ति। सख्योः आगतयोः सख्योः अनुजा क्रीडितुं गतवती इति सतिसप्तमीप्रयोगः तान्तरूपं प्रयुज्य, इदानीं तवतु रूपं प्रयुज्य सख्योः आगतवत्योः सत्योः अनुजवती शब्दः खलु आगतवती, आगतवत्याम् आगतवत्योः। क्षम्यतां, हा, श्रीलिङ्गे अस्ति, सत्यं सत्यं, श्रीलिङ्गे अस्ति। अस्तु, तवतु रूपम् अभवत्। इदानीम् अत्र शत्रुरूपम् अस्ति, सख्योः आगच्छन्त्योः अनुज क्रीडितुं गतवती। सत्यम्। अग्रे सुब्रह्मण्य, तत्र अग्रे अत्र भाविना न, तत्र कर्मणि इति करोतु। कर्मणि अत्र सतिसप्तमीप्रयोगः अकर्मकः अस्ति, अकर्मकप्रयोगः इति कृत्वा सतिसप्तमी अत्र भावे प्रयोगे अस्ति। सख्यौ इति अस्ति, तर्हि सखीभ्यां आगतम्। अत्र भावे इति न, तत्र गम् धातुः सकर्मकः, तर्हि गृहम् अथवा यत् किमपि वदतु। ओ अस्तु, सखीभ्यां गृहम् आगतम् इति तान्तरूपं। सखीभ्यां गृहे आगते अनुजा क्रीडितुं गतवती इति तान्तरूपम्। अनन्तरं कर्मणि शानच् सखीभ्यां गृहम् आगम्यमानम् अनुजा क्रीडितुं गतवती। तर्हि अत्र सखीभ्यां गृहे आगम्यमाने अनुजा क्रीडितुं गतवती। अस्तु, बहु सम्यक् अस्ति। अग्रिमं सुब्रह्मण्यं, तत्र पञ्चमं करोतु। अत्र परीक्षा सन्निहिता, छात्राः पठने निरताः अभवन्। इदानीमत्र परीक्षायां सन्निहितायां छात्राः पठने निरताः अभवन्। अत्र सन्निहिता इति प्रायः अत्र धातुः अस्ति, हित, अतः हितवती भवति वा महोदय? सन्निहितवती इति प्रायः प्रथमा एकवचनं चिन्तयामि। अतः परीक्षायां सन्निहितवत्यां छात्राः पठने निरताः अभवन्। अत्र इदानीं धातुः अस्ति, भूत्वा अत्र धातुः दधति इति भवति, अतः दधत् इति प्रातिपदिकं, दधति इति भवति परीक्षा। परन्तु अत्र सन्नि इदानीं कथं वा भवति, अत्र सन्निहिता सन्निधा इति भवति वा महोदय? अत्र भवान् यद् समीचीनमासीत्, दधति इति अस्ति शत्र स्त्रीलिङ्गे, उपसर्गं संयोजयतु। इत्युक्ते सन्नि दधति इति भवति वा महोदय? सन्निदधति प्रातिपदिकमस्ति। अतः परीक्षायां सन्निदधत्यां छात्राः पठने निरताः भवन्ति भवति। अत्र अकर्मकधातुः अस्ति, भूत्वा भावे प्रयोगः, अतः सतिसप्तमी रूपम् अत्र कर्मणि अत्र भावे प्रयोगे सतिसप्तमी न भवति। हा, बहु समीचीनमस्ति। अस्तु, अस्माकं समयः जातः। इदानीं सर्वेषां मनसि कश्चन बोधः व्युत्पन्नः अस्ति इति आशासे, नाम अन्धकारः शनैः शनैः नाम समाप्यमानः अस्ति खलु, अतः अधिकम् अभ्यासमपेक्षितं महोदय। तदर्थं तत्र गृहपाठरूपेण सर्वेषां चिन्तनं सम्यक् भवतु इति नाम षष्ठं वाक्यम् इत्यस्मात् दशमवाक्यं दशमवाक्यपर्यन्तं करोतु गृहपाठरूपेण सर्वे कुर्वन्तु समीचीनं वा अन्यायं न करोमि महोदय अस्तु समीचीनमस्ति धन्यवादः धन्यवादः सर्वेषाम् अस्तु नमस्कारः नमस्कारः